पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 27 नारद उवाच तदो गच्छेदधर्मज्ञकन्यातीर्थमनुत्तमं कन्यातीर्थे नरस्नात्वा अग्निष्टोमफलं लभेद तदो गच्छेन्नरव्याघ्रब्रह्मणस्थानमुत्तमम् तत्र वर्णवरस्नात्वा ब्राह्मण्यं लभते नरः ब्राह्मणस्तु विशुद्धात्मा गच्छेद परमां गतिं तदो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमं तत्र स्नात्वा नरो राजन् सोमलोकमवाप्नुयाद सप्तसारस्वतं तीर्थं तदो गच्छेन्नराधिप यत्र मम कणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः पुरा मम कणको राजन् कुशाग्रेणेदि विश्रुतं क्षदः किल करे राजन् तस्य शाकरसोऽस्रवद स वै शाकरसं दृष्ट्वा हर्षाविष्ठो महातपाः ननर्त किल विप्रर्षिर्विस्मयोद्भुल्लोचनः ततस्तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत् प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ब्रह्मादिभिस्ततो देवैर्ऋषिभिश्च तपोधनैः विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि तदो देवो मुनिं दृष्ट्वा हर्षाविष्ठेन चेतसा नृत्यं तमब्रवीचैनं स्थिराणां हितकाम्यया अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ऋषिरुवाच तपस्विनो धर्मपदस्थितस्य द्विजसत्तम किं न पश्यसि मे ब्रह्मन् क्षदाश्चाकरः संसृतम् यं दृष्ट्वा सं प्रनृत्तोऽहं हर्षेण महदावृतः तं प्रहस्याब्रवीद्देवऋषिं रागेण मोहितम् अहं तु विस्मयं विप्र न गच्छामीह पश्य माम् एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितो नख तस्य भस्मक्षदाद्राजन्निसृतं हिमसंनिभम् यं दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोर्गतः नान्यं देवादहं मन्ये रुद्रात् परतरं महद सुरासुरस्य जगदो गतिस्त्वमसि शूलधृक त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरं त्वामेव भगवन् सर्वे प्रविशन्ति युगक्षये देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया त्वयि सर्वेश दृश्यन्ते सुराशक्रादयो नख सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहं त्वत्प्रसादासुराः सर्वे मोदन्तीहा कुतो भयाः एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीद त्वत्प्रसादान् महादेव तपो मे न क्षरेत वै ततो देवप्रहृष्टात्मा ब्रह्मर्षिभिदमब्रवीद तपस्ते वर्धतां विप्रमत्प्रसादात् सहस्रधा आश्रमे चेकवत्स्यामि त्वया सार्धं महामुनि सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये दुमां न तेषां दुर्लभं किञ्चिदिह लोके परत्र वा गच्छेत् सारस्वतं चापि लोकं नास्त्यत्र संशयः एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत तदस्तौ शनसं गच्छेत् त्रिषु लोकेषु विश्रुतं यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः कार्तिकेयश्च भगवां स्त्रिसन्ध्यां किल भारत सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया कपालमोचनं तीर्थं सर्वपापप्रणाशनं तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते अग्नितीर्थं ततो गच्छे स्नात्वा च भरदर्षभ अग्निलोकमवाप्नोति कुलं चैव समुद्धरेद विश्वामित्रस्य तत्रैव तीर्थं भरदसत्तम तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः तत्र स्नात्वा नरव्याघ्रब्रह्मलोकं प्रपद्यते पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः ततो गच्छेद राजेन्द्रतीर्थं त्रैलोक्यविश्रुतं पृथूदकमिति ख्यातं कार्तिकेयस्य वन्नृप तत्राभिषेकं गुर्वीद पितृदेवार्चने रतः अज्ञानाज्ञानदो वापि स्त्रिया वा पुरुषेण वा यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत अश्वमेधफलं चापि लभते स्वर्गमेव च पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वतीं सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुं पृथूदके जप्यपरो नैव संसरणं लभेद गीतं सनत्कुमारेण व्यासेन च महात्मना वेदे च नियतं राजन्नभिगच्छेत् पृथूदकम् पृथूदकात् पुण्यतमं नान्यतीर्थं नरोत्तम एतन्मेध्यं पवित्रं च पावनं च न संशयः तत्र स्नात्वा दिवं व्यान्ति अपि पापकृतो जनाः पृथूदके नरश्रेष्ठमहुरेवं मनीषिणः मधुस्रवं च तत्रैव तीर्थं भरदसत्तम तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेद ततो गच्छेन्नरश्रेष्ठतीर्थं देव्या यथा क्रमं सरस्वत्यारुणायाश्च सङ्गमं लोकविश्रुतं त्रिरात्रोपोषितस्नात्वा मुच्यते ब्रह्महत्यया अग्निष्ठोमादिरात्राभ्यां फलं चैव समश्नुते पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः अवकीर्णं च तत्रैव तीर्थं कुरु कुलोद्वह विप्राणामनुकम्पार्थं दर्भिणा निर्मिदं पुरा व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः क्रिया मन्त्रैश्च संयुक्तो ब्राह्मणस्यान्न संशयः क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् समुद्रश्चापि चत्वारः समानीताश्च दर्भिणा तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयाद फलानि गोसहस्राणां चतुर्णां विन्ददे च सः ततो गच्छेद राजेन्द्रतीर्थं शतसहस्रकम् साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते उभयोर्हि नरस्नात्वा गोसहस्रफलं लभेद दानं वा प्युपवासो वा सहस्रगुणितो भवेद ततो गच्छेद राजेन्द्र रेणुकातीर्थमुत्तमम् तत्राभिषेकं गुर्वीद पितृदेवार्चनेरदः सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेद विमोचन उपस्पृश्य जितमन्युर्जितेन्द्रियः प्रतिग्रहकृतैः पापैः सर्वैः सम्परिमुच्यते ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः पुण्येन महदा युक्तस्वर्गलोके महीयते यत्र योगीश्वरस्थाणुस्वयमेव वृषध्वजः तमर्चयित्वा देवेशं गमनादेव सिध्यति तैजः संवारुणं तीर्थम् दीप्यते स्वेन तेजसा यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः सैनापत्ये जदेवानामभिषिक्तो गुहस्तदा तैजसस्यदुपूर्वेण कुरुतीर्थं कुरुद्वः कुरुतीर्थे नरस्नात्वा ब्रह्मचारी जितेन्द्रियः सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते स्वर्गद्वारं ततो गच्छेन्नियतो नियदाशनः अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति ततो गच्छेदनरकम् तीर्थसेवी नराधिप तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयाद तत्र ब्रह्म स्वयं नित्यं देवैः सह महीयते अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः सान्निध्यं चैव राजेन्द्र रुद्रवेद्याम् कुरुद्वः अभिगम्यतु तां देवीं न दुर्गतिमवाप्नुयाद तत्रैव च महाराज विश्वेश्वरमुपापदिम् अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः नारायणं चाभिगम्य पद्मनाभमरिन्दम शोभमानो महाराज विष्णुलोकं प्रपद्यते तीर्थेषु सर्वदेवानां स्नादमात्रो नराधिप सर्वदुःखपरित्यक्तो द्योतदे शिववत्सदा ततस्त्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप पावनं तीर्थमासाद्य तर्पयेत् पितृदेवताः अग्निष्ठोमस्य यज्ञस्य फलमाप्नोति भारत गङ्गाह्रदश्च तत्रैव कूपश्च भरदर्षभ तिस्रकोट्यस्तु तीर्थानां तस्मिन् कूपे महीयते। तत्र स्नात्वा नरो राजन् ब्रह्मलोके प्रपद्यते। आपगायां नर स्नात्वा अर्चयित्वा महेश्वरं गदिं परामवाप्नोति कुलं चैव समुद्धरेत। ततस्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतं ततः स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात्। बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः बदरी भक्ष्यदे यत्र त्रिरात्रो पोषितो नरः। सम्यग् द्वादशवर्षाणि बदरीं भक्षयेत्तु यः त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप। इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप। अहो रात्रोपवासेन स्वर्गलोके महीयते। एकरात्रं समासाद्य एकरात्रोषितो नरः। नियतसत्यवादी च ब्रह्मलोके महीयते। तथा गच्छेच्छ राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् आदित्यस्याश्रमो यत्र तेजो राशेर्महात्मनः। तस्मिंस्तीर्थे नरस्नात्वा पूजयित्वा विभावसुम् आदित्यलोकं व्रजति कुलं चैव समुद्धरेद। सोमतीर्थे नरस्नात्वा तीर्थसेवी कुरुद्वः। सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः। गदो गच्छेदधर्मज्ञ दधीचस्य नराधिप। तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतं यत्र सारस्वतो यादसिद्धिं स तपसो निधिः। तस्मिंस्तीर्थे नरस्नात्वा वाजपेयफलं लभेद। सारस्वतीं मदिं चैव लभते नात्र संशयः। ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया त्रिरात्रमुषितो राजन्नुपवासपरायणः। लभेत् कन्याशदं दिव्यं ब्रह्मलोकं च गच्छति। ततो गच्छेदधर्मज्ञतीर्थं संनिहितीमपि यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः मासि मासि समेष्यन्ति पुण्येन महदान्विताः। सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे अश्वमेधशतं तेन इष्टं भवति शाश्वतं। पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च उपदानाश्च विप्राश्च पुण्यान्यायतनानि च निःसंशयममावास्यां समेष्यन्ति नराधिप। मासि मासि नरव्याघ्र सन्निहित्यां जनेश्वर तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता। तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते। अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे यश्राद्धं गुरुदे मर्त्यस्तस्य पुण्यफलं शृणु। अश्वमेधसहस्रस्य सम्यगिष्ठस्य यद्फलं स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः। यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा स्नातमात्रस्य तत्सर्वं नश्यदे नात्र संशयः। पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकं गङ्गाह्रतश्च तत्रैव तीर्थं भरदसत्तम तत्र स्नायीदधर्मज्ञब्रह्मचारी समाहितः राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करं त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते पांसवोऽपि कुरुक्षेत्रे वायुनादिसमीरिताः अपि दुष्कृतकर्माणं नयन्ति परमां गतिं दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीं ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् अप्येकां वाच मुत्मृज्य स्वर्गलोके महीयदे ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् तस्मिन् वसन्ति ये राजन्नदे शोच्या कथञ्चन तरण्डकारण्डकयोर्यदन्तरं रामह्रदानां च मचकृकस्य च ये तत्कुरुक्षेत्रसमं तपं च कं पिता महस्योत्तर वेदिरुच्यते इति श्रीपाद्मे महापुराणे स्वर्गखण्डे सप्तविंशोऽध्यायः ॐ